सारः इति करपत्रम् अनुवर्तते के एकत्र सारांशरूपेण यद् अस्माभिः तत्र टिप्पण्यः रचिताः ताः दृष्टाः. महोदय पृच्छतु. महोदय तत्र भगिनी किम् उक्तवती इति प्रथमं वदति वा? महोदय वदतु महोदय. प्रश्नः अस्ति, आसंसायां भूतवत्य इति सूत्रे अहं दृष्टवन्तः लिरिट् अपि वर्तमान आसंसायां भूतवत्य इत्यनेन भविष्यत्कालते भूतवत् अनन्तरं वर्तमानकालस्य एव सूत्रम् अत्र दत्तं महोदयेन. परन्तु अत्र निष्ठाप्रत्ययः लिरिट् प्रत्ययः अपि तत्सर्वम् अहं मन्ये महोदय अनुवृत्तितः आयान्ति इति मन्ये. पश्यामः कुतः आयान्ति इति. ओहो अनुवृत्ति वर्तमान इति अस्ति. तदनन्तरं तत्र किम् अस्ति वर्तमानवत् भूतवत् इत्यनेन वर्तमानवत् इत्यनेन तत्र किं भवति लट्लकारस्य भवति. तदनन्तरं भूतवत् इति वा इत्यपि अनुवृत्तिः अस्ति. भूतवत् इत्यनेन एव तत्र अहं मन्ये निष्ठापि आगच्छति लुङ्लकार लुङ्लकार अपि आगच्छति. सामान्य लुङ्लकार अपि निष्ठा. तदनन्तरं नृट् अपि भवति खलु तत्र च इत्यस्य बलेन. अत्र यद्यपि तत्र न दत्तमस्ति च इत्यस्य बलेन तत्र लुट्लकारस्य अपि विधानं भवति इति मन्ये खलु. लृट् एव पठन्तः स्मः खलु तर्हि लृट् इति तत्र अनुवृत्तिः आगच्छति इति मन्ये. 132 इति अस्ति इति मन्ये महोदय. तत्र लृट् भवति इति मन्ये. तत्र उत्तरं प्राप्तं वा महोदय? तत्र लुट्लकारस्य विधानमेव पश्यन्तः स्मः खलु. सुब्रह्मण्यं महोदय पश्यतु, महोदयस्य करपत्रे अस्ति लट्लकार निष्ठा इति उदाहरणानि यत्ते सन्ति. काशिकायामपि दत्तम् अस्ति भूतवत् इत्यस्य पदेन सामान्यभूतकाल इत्यस्य लिखितम् अतः सामान्यभूतकाल अत्र न तु लङ् वा लिट् वा अत्र अपि वक्तव्यं. भविष्यत्कालार्थे भूतवच्च इत्यनेन भविष्यत्कालार्थे भूतकालार्थे नास्ति. भविष्यत्कालार्थे भविष्यति भूतवत् प्रत्याः भवन्ति इति उक्तमस्ति. अस्ति भविष्यत्कालस्य लिट् लकारे एव अस्ति भगिनि. भविष्यत्कालस्य आशंसायां भूतवत् आम् इति कृत्वा भविष्यदर्थे एव इति कृत्वा तत्र भविष्यत् लृट् लकारः अपि विधीयते. तदनन्तरं तत्र किमस्ति वर्तमाने इति वर्तमाने इति तत्र अनुवृत्तितः आगच्छति वर्तमानवत् इति भूतवत् वर्तमानवत् इति आगच्छति. वर्तमानवत् इति तत्र विधानमस्ति. अनेन लट्लकारस्य विधानं भूतकालवत् भूतवत् इत्यनेन निष्ठा अनन्तरं लुङ् इत्यस्य विधानं तावदेव खलु. अनन्तरं लृट् साक्षात् भविष्यकालात् अस्ति इति कृत्वा लृट्लकारस्य अपि विधानम् इति कृत्वा चतुर्णां भवति. प्राप्तं वा महोदय उत्तरं? प्राप्तं. भविष्यत्कालार्थे अत्र दत्तं तदेव वा? आशय तु भविष्यत्कालार्थे आम् तत्र भविष्यत्कालार्थे एव तत्र आशंसायां तत्र एतादृश तत्र भविष्यदर्थे एव तत्र भूतवत् प्रत्याः भवन्ति इति आशंसायां भूतवत् चेतेन भूतवत् प्रत्याः भवन्ति अनन्तरं वर्तमानवत् अपि प्रत्याः भवन्ति अनुवृत्तितः. सर्वापि उक्तवती अत्र अनुवृत्तिसहितसूत्रे दत्तम् अस्ति इति. बट् अनुवृत्तिसहितसूत्रमस्ति आसंसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययो वा परश्च. बट् अत्र ऋट्नादपम् सरलवर्णि ऋट् लकारस्यैव तत्र यद्यपि न उक्तम् अस्ति अत्र अत्र न उक्तम् अस्ति अत्र अनुवृत्तिः सम्यक्तया न प्रदर्शितमस्ति इति मन्ये किन्तु कालः विषयः इति आशंसा यत्र अस्ति अप्राप्तस्य तत्र आम् आम् यद्यपि न उक्तं किन्तु अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा इति यत्र अस्ति एतावत्पर्यन्तं न प्राप्तं खलु तदा एव आशंसा भवति यदि पूर्वमेव प्राप्तं चेत् आशंसा एव न भवति खलु आशंसा इति पदम् एव ई ज्ञापकम् अस्ति भविष्यत्कालस्य कृते अतः लिट् लकारेण दत्तम् अस्ति भविष्यदर्थे इति कृत्वा सामान्यविषये तत्र तत्र विधीयते आटोमेटिकलि विधानं भवति इति भगिनी तं दर्शयतु महोदयस्य उदाहरणानि अत्रैव अस्ति उपाध्यायः आगमत् चेत् नो चेत् आगतः नो चेत् आगच्छति नो चेत् आगमिष्यति वा चेत् व्याकरणम् अध्यगीष्महि नो चेत् अधीतवन्तः नो चेत् अधीमहे वा अधीष्यामहे इति कृतमस्ति आशयः अस्ति अध्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम इति आशयः भविष्यत् भविष्यत्कालः अशंसा अस्ति इति पदेन पदस्य बलेन तत्र भविष्यत्कालः सूचितः इति अवगन्तुं शक्नुमः अस्तु अग्रे सरामः वा अत्र किं वृत्तेः इति पठितं खलु तत्र किमपि नास्ति खलु पूर्वम् अस्माभिः यत् पठितं तत् पुनः स्मरणार्थं महोदय विद्याभगिनीम् उक्त्वा तत् वयम् अधुना एव वयं कृतवन्तः खलु अग्रे सरामः वा अग्रे सरामः भगिनि तत्र समाप्तं वा कर तत्र एतत् ताव उदाहरणानि न दृष्टं मन्ये केवलं किं वृत्ते इति पुनः उक्तवान् द्वयः जनः उक्तवन्तः तदनन्तरं सूत्रम् अग्रिमे पठितवन्तः वर्गे अनवक्लुप्त्यमर्षयोर् किं वृत्तेऽपि इति पश्यामः अरुणभगिनी पठति वा भगिनि नमस्ते भगिनि पठामि अनवक्लुप्त्यमर्षयोर् किं वृत्तोऽपि इति सूत्रस्य काशिका वाख्याया उक्तं यत् बह्वतः पूर्वनिपातो लक्षणव्यभिचारचिह्नं तेन यथासाङ्ख्यं न भवति अस्य अर्थः एव यत् अल्पातरम् इति सूत्रं भगिनी आरम्भतः पठतु न पूर्वपरिच्छेदमस्ति ओ अहं न सम्यतां भगिनि अनवक्लुप्त्यमर्षयोरकिं वृत्तोऽपि असम्भावना च अक्षमा चेत् अनयोः अर्थे किं वृत्तेः उपपदे सत्यपि असत्यपि धातोः कालसामान्ये सर्वलकार उपवादे लिङ् च लुट् च लकारौ भवतः दर्श्यामि इति निवृत्तम् अनवक्लुप्तिः असम्भावना अमर्षो अक्ष्म न सम्भवामि न मर्षे वा भवान् हरिं निन्देत् निन्दिष्यति वा लुङ् प्रागुवत् इति सिद्धान्तकौमुद्याम् अनेन अवगम्यते यत् गर्ह्यामि इत्यस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति अनवक्लुप्ति इत्युक्ते असम्भावना अमर्षः इत्युक्ते अक्षमा पूर्वसूत्रत्वात् विभाषा इत्यस्य अनुवृत्तिः न भवति अस्य फलमस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति अत्र केवलं विदलिञ्च लृच्छ सम्भावतः सम्भवतः निदर्शनस्य अर्थम् एव यत् भवान् हरिं निन्देत् निन्दिष्यति वा इति. तादृशी घटनवक्तुः मनसि सम्भावनीय नास्ति अथवा क्षमायोग्यः नास्ति. न अवकृप्तिः अनवकृप्तिः नैतत् पुरुषः न अमर्षः अमर्षः नैतत् पुरुषः अनवकृप्तश्च अमर्षश्च तयोः इतरेतरयोगद्वन्द्व अनवकृप्त अमर्षो तयोर् अनवकृप्च अमर्षयोः किम् वृत्तं किं वृत्तं न किं वृत्तम् अकिं वृत्तं तस्मिन् अकिंवृत्ते षष्टितत्पुरुषगर्भ नैतत्पुरुषसमासः अनवकल्प्य अमर्षयोः सप्तम्यन्तम् अकिंवृत्ते सप्तम्यन्तम् अपि अपीत्यव्ययः त्रिपदमसूत्रं किं वृत्ते लिङ्टौ इत्यस्मात् लिङ् लुटौ इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अकिंवृत्ते अपि धातोः लिङ् लुट् प्रत्ययौ परश्च. ओके, अनवक्लुप्त अमर्षयोर् अवि अङ्किं वृत्तोपि इति सूत्रमस्ति. अत्र त्रीणि पदानि अस्ति, असम्भावना च अश्म च अनयोः अर्थे किं वृत्ते उपपदं तत् ओ अनयोर् अर्थे अकिं वृत्तेः उपपदे सति अपि असतिभि कालसामान्ये सर्वलकार अपवादः भूत्वा लिङ् च लुट् च लकारो भवतः. तत्र भगिनी गर्हयामि इति निवृत्तं किमर्थं भगिनी निवृत्तम् इति न भवति वा? गर्हयामि गर्हायाम् इत्यस्य अनुवृत्तिः अत्र न भवति इति निवृत्तम् इति अनुवृत्तिः न भवति एव निवृत्तम् इति. ओके, अत्र उदाहरणमस्ति, न सम्भावयामि न मर्षे वा भवान् हरिं निन्देत् निन्दिष्यति वा निन्देत् इति लिङ् लकाररूपं निन्दिष्यति इति भूतकाल लुट् लकारः. अत्र चर्चा अस्ति किं किं पदानि अस्ति, के पदः पदानि अनुवृत्तिः अस्ति इति. अत्र प्रबदं लुङ् लुङ् प्रागवत् इति लुङ् प्रागवत् इति पदम् अस्ति चेत् गह्यामि अत्रस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति. ओ ओके, अनवकृप्त वदति किं चेत् अत्र अर्थमस्ति गह्यार्थ इति अर्थं न अनुवृत्तिः नास्ति. अनवकृप्ति इत्यस्य असम्भावना एक्स्प्लेनेशन् विवरणम् अनवृत् अमर्ष किं वृत्ते वृत्ति इति अत्र दत्तं. प्रथमम् अनवकृप्तिः इत्युक्ते असम्भावनाः, अमर्षः इत्युक्ते अक्षमा. पूर्वसूत्रवत् विभाषा इत्यस्य अनुवृत्तिः न भवति. इत्युक्ते असम्भावना इत्युक्ते तथा न भवान् हरिं निन्देत् इति न भवति एव, तत् सम्भावना एव नास्ति इति अर्थः खलु. कथं वा लेखनौ भवती तु भक्ता अस्ति तर्हि भवती तादृशवाक्यं न वदिष्यति एव इति अर्थः खलु भगिनि? पुनः वदतु भगिनि. अधुना अहं तु भवतीम् उद्दिश्य वदामि, भवती तु भक्ता अस्ति, हरिभक्ता अस्ति, तर्हि भवती कदापि हरिं न निन्देत् इति तादृशार्थः खलु? तदनन्तरम् अक्षमा इति कः अर्थ को अर्थः कोऽपि निन्देत् हरिं निन्देत् तो इति अहं यत् शृणोमि तं तम् अहं न क्षमा करोमि इति अस्ति. ओ अस्तु भगिनि. कोऽपि हरिं निन्देत् इति क्षमा योग्या नास्ति इति. अत्र तु किं वृत्तिः अस्ति वा नास्ति चेत् अपि समानम् अस्ति खलु, इति वर्धनस्य आवश्यकता वा नास्ति खलु? किमर्थं किं वृत्ति इत्यस्य पदस्य वा अनुवृत्तिः एव नास्ति, नावश्यकं खलु? केवलं सम्भावना तत्र अनवक्लुप्तम् अमर्षयोर् अपि इति पर्याप्तम् आसीत्. प्रायः अहं मन्ये अग्रिमसूत्ररूपेण आगच्छति इति कृत्वा तत्र तदपि निवारयितुम् अकिं वृत्तेः इति किं वृत्ते इति तत्र अपि इति योजितमस्ति इति मन्ये. देर् इस् नो डिपेण्डेन्सि आन् किं वृत्ति अत्र इति बोधयितुं खलु. अत्र सूत्रे अकिं वृत्ते अपि पदमस्ति, परन्तु न आवश्यकं. सत्यम् आवश्यकमेव. कोऽपि अग्रे महोदय ये उदाहरणानि दत्ता लिखितानि सन्ति महोदयेन, ते सर्वे स्पष्टीकरोति सूत्रस्य अर्थः. वयं न कृतवन्तः किन्तु अहं पठितवती इति साधु भवति मनसि अर्थम्. अस्तु भगिनि. अस्तु तर्हि गच्छामः. अस्तु तर्हि तत्र मणिमहोदय पठति वा महोदय, भवान् आगतवान् खलु. अनुक्लिप्ते अंशयोर् अकिञ्चित् अक्मृते अपि इति सूत्रस्य काशिकायां व्याख्यायाम् उक्तं यत् बहवः च पूर्वनिपात्यौ लक्षणव्याभिचारचिह्नं तेन यदासाङ्ख्यं न भवति. अस्य अर्थः एवं यत् अल्पाक्षरम् इति सूत्रम् अनुसृत्य द्वन्द्वसमासे द्वयोः प्रातिपदिकयोः मध्ये यस्मिन् अच्वर्णः न्यूनाः सन्ति तत् प्रातिपदिकं द्वन्द्वसमासस्य प्रथमसदस्य स्यात्. परन्तु अनवक्लृप्ति अमर्षयोः इति द्वन्द्वसमासे अनवक्लृप्ति इत्यस्मिन् अमर्षः इति प्रातिपदिकस्य तुलनया अधिक अच्वर्णाः सन्ति चेदपि द्वन्द्वसमासस्य प्रथमसदस्य भाषिकारैः उच्यते यत् अनेन ज्ञापकं भवति यत् अत्र यदासङ्ख्यम् अनुदेशकसमानम् इत्यस्य प्रसक्तिः नास्ति. यदासङ्ख्यम् अनुदेशकसमानम् इति सूत्रम् अनुसृत्य सूत्रस्य अर्थः एव भवति स्म यत् यदा घटनासम्भावीया अनवक्लिप्तिः तदा विधिः लकारः विधिलिङ्गलकारः यदा घटना चमायेज्ञा नास्ति अमर्षः नास्ति तदा लिट् लकारः. परन्तु यतोहि अनवक्लिप्तिः द्वन्द्वसमासे प्रथमसदस्य अनेन बोध्यं यत् अत्र क्रमम् अनुसृत्य न भवति, अपि तु अनवक्लिप्तिः वा भवतु अमर्षः वा भवतु उभयत्र लकारद्वयं सम्भवति. अत्र सूत्रं वदति काशिकायाम् उक्तं बहवः च पूर्वनिमित्तलक्षणव्याभिचारसिंहं तेन यदासङ्ख्यं न भवति. च किं सिंहम् अत्र दत्तम् इति न अहं न जानामि, परन्तु तदा सिंहं न भवति इति तत्र प्रतिपादयामि वा महोदय, अहं प्रतिपादयामि वा तत्र अस्मिन् सूत्रे अहं तत्र तत्र तत् मम करपत्रे प्रदर्शयामि, तत्र पटे प्रदर्शयामि. एवम् अस्ति खलु सूत्रं, क्षम्यतां कुतः एवमस्ति सूत्रम्, अत्र शब्दद्वयम् अस्ति खलु, प्रथमशब्दः कः अस्ति? अनवक्लिप्ति इति प्रथमशब्दः अस्ति खलु. यदा सिंहम् अहं न जानामि, अहं वदामि महोदय तस्मिन् विषये वदामि. तत्र प्रथमशब्दः अस्माकं वर्तते, न जाने मम कण्ट्रोल् कापि न कार्यं करोति एव. सिंहम् अस्ति अत्र प्रथमम्, एकनिमिषं वदामि वदामि. सिंहं मध्ये अहं तदेव वदामि. तत्र प्रथमशब्दः अस्ति अनवक्लिप्ति इति, द्वितीयशब्दः अस्ति तत्र अमर्ष इति शब्दः अस्ति खलु. अस्तु, प्रथमे शब्दे कति अचुवर्णाः सन्ति? अनन्तरं नकार उत्तरवती अकारः द्वितीयः, वकार उत्तरवती अकारः तृतीयः, इक् लृ इति अस्ति, लृकारः एकः चतुर्थः, अनन्तरं तकारवर्तीकारः पञ्चमः, पञ्च अचुवर्णाः सन्ति खलु प्रथमे शब्दे. द्वितीयशब्दे कति सन्ति? द्वितीयशब्दे तु अकारः अस्ति, मकार उत्तरवर्ति अकारः द्वितीयः, अनन्तरं षकार उत्तरवर्ति अकारः तृतीयः, त्रीणि सन्ति, त्रयः अचुवर्णाः सन्ति. सामान्यतया द्वन्द्वसमासे किं भवति? एवं सूत्रम् अस्ति, अल्प अचरम् इति सूत्रेण, सूत्रमनुसृत्य द्वन्द्वसमासे यत्र द्वयोः प्रातिपदिकयोः मध्ये यस्मिन् अचुवर्णाः न्यूनाः सन्ति तत्प्रातिपदिकं द्वन्द्वसमासस्य प्रथमः सदस्यः भवति. तर्हि सामान्यतया द्वन्द्वसमासः यत्र भवति एवं भवेत्, अमर्ष अक्लुप्तयोः इति भवति भवेत्. किमर्थम् अमर्ष इति पदं? न्यून अचुवर्णाः सन्ति यत्र अनवक्लुप्ति इति पदस्य अपेक्षया. तद्वाक्यम् अवगतं खलु महोदय? अधिकतया अचुवर्णः अस्ति परन्तु न्यूनः नास्ति किल, अत्र न्यूनः अस्ति खलु, त्री अचुवर्णास् अण्ड् फैव् अचुवर्णास् विच् इस् स्मालर् कम्पेरिटिव्लि. अधिकम् अस्ति बट् न्यूनाः मीन्स् न, अत्र न्यूनः अस्ति खलु, न अमर्ष इत्यस्मिन् देर् इस् लेस् नम्बर् आफ़् अचुवर्णास् वेन् कम्पेर् टु अनवक्लिप्ति. अधिकम् अस्ति तत् अहं जानामि, न्यूनः मीन्स् न्यू न्यू डिफ़रेण्ट् डिफ़रेण्ट् नाट् अस्ति तथा नास्ति वा? विषयान्तरं प्रायः चिन्त्यते मन्ये, अमर्ष इत्यस्मिन् कति अचुवर्णाः सन्ति? अनवक्लिप्ति इत्यस्मिन् कति अचुवर्णाः सन्ति? पञ्च अचुवर्णाः सन्ति. कस्य अचुवर्णस्य अधिकं भवति, कस्मिन् शब्दे अचुवर्णाः अधिकाः भवन्ति? अनवक्लिप्ति इत्यस्मिन् अधिकमस्ति, अमर्ष इत्यस्मिन् न्यूनमस्ति. तर्हि एतादृशपदद्वयस्य यदि वयं द्वन्द्वसमासं कुर्मः, यत्र द्वन्द्वसमासं कुर्मः, तदा यत्र न्यून अचुवर्णः यत्र वर्तते तद् प्रथमपदं भवेत्. एवं भवेत् अमर्ष एवं भवेत् अनेन सूत्रेण एवं भवेत्. केन सूत्रेण? अल्पाच् अल्प अच् तरम् इति सूत्रेण एतत्तु सूत्रं तु तत्र द्वन्द्वसमासे आगच्छति. द्वन्द्वसमासस्य पदनिर्माणे तत्र प्रातिपदिकनिर्माणे आगच्छति. अल्प अच् तरम् अनेन लघु तत्र न्यूनाः अचुवर्णाः यस्मिन् पदे वर्तते. तत्र द्वन्द्वसमासः इत्युक्ते किं प्रातिपदिकद्वयस्य समासः द्वन्द्वसमासः खलु. तत्र वेर् यु हेव् तुल्यबलं वर्तते. उदाहरणं रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च इति द्वन्द्वसमासः अस्ति. आल् आफ् देम् ऐ हेव् ईक्वल् इम्पार्टेन्स्. इट्स् नाट् लैक् पूर्वपदस्य प्राधान्यम् उत्तरपदस्य प्राधान्यम् इति नास्ति. प्रत्येकस्य पदस्य प्राधान्यं समानं भवति. तादृशपदद्वयस्य यत्र तत्र समासं कुर्मः यदि द्वन्द्वसमासस्य नियमः अस्ति न्यून अचुवर्णः यत्र अस्ति तत् प्रथमं भवेत्, द्वितीय अचुवर्ण अधिकः अचुवर्णः यत्र वर्तते तत्तु द्वितीयपदं भवेत् इति नियमः अस्ति. अनन्तरं तथा एव वदति तत्र यथासङ्ख्यम् अनुदेश समानम् इति अस्ति इति अन्यसूत्रमस्ति. अवगति वा? आगच्छति वा? यत्र तत्र अत्र तु वयं कस्मिन् विषये वदामः इत्युक्ते द्वन्द्वसमासे, द्वन्द्वसमासस्य विषये वदामः. अत्र तु द्वन्द्वसमासे सूत्रद्वयस्य तत्र प्रसक्तिः अस्ति. अवगतं वा तावत्? यत्र द्वन्द्वसमासः, फर्गेट् अबौट् अवर् सूत्र, इन् द्वन्द्वसमास देर् आर् टु सूत्र दट् आर् अप्लिकबल्. प्रथमसूत्रमस्ति तत्र अल्पाच्तरम् इति सूत्रं, येन न्यूनाः अचुवर्णाः यत्र वर्तन्ते तद् पूर्वपदं भवति. साधु. अनन्तरं यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रेण अस्यूम् यु हेव् राम, यु हेव् शब्दाः सन्ति 1, 2, 3, 4 इति सङ्ख्यं, यथासङ्ख्यम् इत्युक्ते क्रमेण सन्ति. उदाहरणार्थम् एचोय वायावः इति सूत्रमस्ति खलु, एचोय वायावः इति तादृशं, तत्र एचोय वायावः नास्ति खलु, तत्र न तत्र कुत्र तत्र भवति इत्युक्ते क्रमेण आदेशः, तत्रापि क्रमेण आय आय गुमात् आमाम् अत्रैव अस्ति, अत्रैव अस्ति अच अय अव आय आव तत्रैव अय अव आय आव् इत्यस्य क्रमेण भवति एच् इति. नो चेत् आद्यन्तौ टकितौ स्वीकुर्मः, आद्यन्तौ टकितौ इति स्वीकुर्मः तत् बहु सम्यक् भवति. अनेन सूत्रेण यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रं किं वदति? एवं वदति यथासङ्ख्यम् इत्युक्ते समान अनुदेशः, यथासङ्ख्यम् इत्युक्ते यथा क्रमः अनुदेशः तु समानं तत्र तादृशक्रमेण भवतु इति. अत्र पश्यतु आद्यन्तौ इति समस्तपदमस्ति खलु, द्वन्द्वसमासः अस्ति, टकितौ इति पुनः तत्र विधानमस्ति. तर्हि किं भवति? आदिः अस्ति चेत् टित्, अनन्तरम् अन्तः अस्ति चेत् कित् इति सम्बन्धः कल्पयति खलु. आदि इति टित् इत्यनेन सह तत्र विधानं भवति खलु. वाट् एवर् कम्स् फस्ट् तादृशद्वन्द्वसमासे अग्रिम तत्र विधानं यत्र अस्ति तस्य प्रथमशब्दः विधानं तत्र आदिमशब्दस्य भवति. क्रमेण आगच्छति अन्त, क्रमेण आगच्छति अन्तः इत्यनेन कित् इति विधानं भवति खलु. तर्हि यत्र द्वन्द्वसमासे सामान्यतया यत्र विधीयते तत्र तु न्यून अचुवर्णः अस्ति तद् प्रथमं भवति, अनेके अचुवर्णाः यत्र सन्ति तत्तु द्वितीयं भवति. तदा न केवलं तदा अनन्तरं यत्र द्वन्द्वसमासस्य निद्विधानं भवति तत्र तु यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रस्य अपि तत्र नियमयति इति सूत्रं नियमयति यत्र विधानम् इति परिभाषासूत्रमस्ति भगिनि यथासङ्ख्यम् अनुदेशसमानम् किं भगिनि परिभाषासूत्रमस्ति अनेन किम् अस्ति यत्र सम्बन्धः कल्पयामः तत्र तु प्रथमशब्देन प्रथमशब्दस्य द्वितीयशब्देन द्वितीयशब्दस्य क्रमशः वयं सम्बन्धं कल्पयामः इति अस्ति तर्हि तदेव अत्र उक्तमस्ति यदि सूत्रे अमर्ष इति प्रथमम् इति पाणिनिना कृतम् एवं कृतं चेत् अमर्ष अनवक्लुप्तयोः इति कृतं चेत् किं भवति अमर्ष अनवक्लुप्तयोः एकनिमिषम् एवं पाणिनिना कृतं चेत् बेस्ड् आन् यथासङ्ख्यम् अनुदेश समानम् इन् टु कन्सिडरेशन् अस्यूम् वि हेड् दिस् सूत्र रिटन् अस् अमर्ष बेस्ड् आन् दि अल्पाच्तरम् इति सूत्रेण किं भवति अमर्ष इति प्रथमम् अनवक्लुप्ति इति द्वितीयं तदा किं भवति विधानं किम् अस्ति प्रत्ययो परश्च एवं भवति तदा किं भवति अमर्ष इति शब्देन कस्य सम्बन्धः भवति यथासङ्ख्यम् इति लिङ्ग् बिकास् वि आर् फालोयिङ्ग् दत् द्वन्द्वसमासस्य नियमः तर्हि द्वन्द्वसमासस्य नियमान् यदा पालयामः तदा तु किं भवति एवमस्ति चेत् अमर्ष इति पदेन लिङ्लकारस्य विधानम् अनन्तरम् अनवक्लुप्ति इति पदेन किं भवति लुट्लकारस्य विधानं भवति अनेन अनिष्टापति भवति साधु अनिष्टापति भवति लुट्लकारस्य एवं भवेत् खलु किमर्थं यथासङ्ख्यम् अनुदेशसमानम् इति नियमस्य अपि पालनं करणीयं भवति यदि समासद्वन्द्वसमासनियमेन वयं किन्तु तथा पाणिनिना न कृतवान् किमर्थं सः किं कृतवान् अत्र काशिकावाचम् उच्यते यत् बह्वचः बहु अचः इत्युक्ते बहु अच् इत्युक्ते किम् अनवक्लुप्ति इति बहु अच्वर्णः यत्र अस्ति तद् पूर्वनिपातः इत्युक्ते पूर्वपदं रूपेण तेन स्थापितं किमर्थं लक्षणव्यभिचारचिह्नम् अनेन किं तद् सूचयति कस्य चिह्नं भवति द्वन्द्वसमासस्य व्यभिचारः क्रियते खलु लक्षणस्य व्यभिचारः इट् इस् नाट् अ द्वन्द्वसमासः हि डज़न्ट् वाण्ट् अस् टु फालो द्वन्द्वसमासः इति कृत्वा तदवगतं खलु अधुना लक्षणव्यभिचारचिह्नम् इति तत् यत् द्वन्द्वसमासस्य लक्षणम् अस्ति तस्य व्यभिचारस्य चिह्नम् अस्ति किमर्थं बहु अच् यत्र अस्ति तत् पदं पूर्वनिपातः अस्ति पूर्वं स्थापितवान् तेन किं भवति तेन यथासङ्ख्यं न भवति तत्र लक्षणं न पूरितं खलु द्वन्द्वसमासस्य लक्षणं न पूरितम् इति कृत्वा यथासङ्ख्यम् अनुदेशसमानम् इत्यस्य प्राप्तिः अपि न भवति विभाषासूत्र परिभाषासूत्रस्य प्राप्तिः अपि न भवति तथा किं भवति उभयोः शब्दः एवं न भवति अमर्ष इत्यस्य लिङ् अनुपक्लुप्ति इत्यस्य लृट् नो चेत् अनवक्लुप्ति इत्यस्य लिङ् अमर्ष इत्यस्य लृट् इति तादृशप्रत्येक यथासङ्ख्यं क्रमेण आदेशः न भवति उभयोः पदयोः उभयोः विधानं लिङ् लृटौ इति उभयोः विधानं वि डोण्ट् वाण्ट् टु डु अ यथासङ्ख्यं विधानं वि वाण्ट् टु डु उभयोः लिङ् लृटौ इति उभयोः विधानम् ओके सो बै नाट् ओबेयिङ्ग् द्वन्द्वसमास नियम हि हेस् मेण्डेटेड् दट् वि शुड् नाट् फालो यथासङ्ख्यम् अनुदेशम् अनेन किं जायते उभयोः समस्तपदयोः विधानम् उभयोः तत्र आगामि यत्पदमस्ति उभयोः पदयोः भवति यथासङ्ख्यं मास्तु इति. सि वि वुड् नाट् हव् हेड् दिस् कन्फ्यूशन् इफ् वि देर् वास् वन् मोर् थर्ड् विधानम्. There was either a single vidhanam, if the numbers had not matched, we would not have that confusion at all. But because the numbers match 2 and 2, we get a confusion, should I do yathasankhyam vidhanam? Kintu tad mastu. Tad nivaretum paninihi kim krutavan, dvandva samasasya ullanganam krutavan. Iti krutva anavaklipti iti pratma padarupena sthapitavan, amarshayati yadyapi nyuna padam asti, tada achvaranaha santi, tathapi tasya dvitiya padarupena sthapitavan. द्वन्द्वसमासे रूल् अपि न बिकास् द्वन्द्वसमासस्य रूल् इस् नाट् फालोड् वि नो दट् द यथासङ्ख्यं केनाट् बि फालोड् बिकास् यथासङ्ख्यम् अनुदेशसमानम् इस् अप्लिकबल् ओन्ली फार् द्वन्द्वसमास वेर् दर् इस् नो द्वन्द्वसमास यु केनाट् अप्लै दट् रूल् अत्र महोदय उक्तम् ज्ञापकम् अर्थं किं यदा च कुत्र अस्ति किं महोदय महोदय भगिनि अत्र ज्ञापकम् अस्ति किम् अस्ति बै उल् बै डूयिङ्ग् एन् उल्लङ्घनम् आन् द्वन्द्वसमासः इट् बिकम्स् अ इण्डिकेशन् दट् यु शुड् नाट् फालो यथासङ्ख्यम् अनुदेश मास्तु इति ज्ञापकं भवति तस्यपि तत्र मास्तु इति उभयोः पदयोः उभयोः अपि लकारस्य विधानं भवति धन्यवादः उदाहरणानि अपि पश्यामः वा स्पष्टं भवति यदि पठामः वर्गेण कृतवन्तः किन्तु आं भगिनि भवती पठति वा अस्तु अन्वक्लृप्ति अमर्षयोः किम् अकिं वृत्ति अपि इत्यस्य निर्दशनम् अस्ति न सम्भावयामि अस्तु अनवक्लृप्ति अमर्षः अमर्षयोः अकिं वृत्तेः वृत्ते अपि इति सो अन्वक्लिपत्यमर्षयोरकिं वृत्तेपि इति भवति इत्यस्य निर्दशनम् अस्ति न सां निर्दशनम् अस्ति न सम्भवयामि न मर्षये वा भवान् हरि सम्भवयामि साधु न सम्भावयामि न मर्षये वा भवान् हरिं निन्दिष्यति वा इति उक्तम् अत्र षोडशसम्भावनाः भवन्ति सो इदानीम् अस्माकं ये स्थाने अस्ति अन्वक्लिपति एकं युक्ते सम्भावना नास्ति अमर्ष यत्र क्षमा नास्ति द्वितीयं तृतीयमस्ति अकिं वृत्ते सो अकिं वृत्ते अस्ति अस्ति तत्र किं कतर कथम् त्रीणि अकिं भवति कतर भवति कथम भवति इति वृत्ति सो इति त्रीणि चत्वारि पञ्च पदानि सन्ति द्वयोः विधानम् अस्ति आदेशः अस्ति लिङ्ग् वा लट् लकारः साधु एते शब्दैः युक्ते अस्माकं वाक्यानि रचितानि सन्ति अत्र इतिवती षोडशसम्भावनाः सन्ति इति भवति सो इदानीं प्रथमम् अस्ति किं वृत्ते उपपदे असति चत्वारि वाक्यानि किं वृत्ते उपपदे किं वृत्ते वयं जानीमः किमः वृत्ते इति अस्ति षष्टि तत्पुरुषसमास तयो किम् तस्मिन् इति अस्ति. तो यदि सूत्रे किं वृत्ति इति दत्तम् अस्ति तो वयं जानीमः सप्तमी चतुस्थं सप्तमी अनेन तस्य उपपदसंज्ञा भवति. तु किं वृत्ति उपपदे असति यत्र इति अत्र असति अस्ति सत्यां न असत्याम् इति भवति. चत्वारि वाक्यानि भवन्ति. न सम्भवयामि भवान् हरिं क्षम्यतां न सम्भावयामि भवान् हरिं निन्देत् इति अस्ति लिङ्लकारस्य इति अनवक्लृप्ति इति वाक्यम् अस्ति. अहं न भावयामि यद् भवान् हरे निन्दां करोति स्म कुर्वन् अस्ति करिष्यति इति भवति अन्यरूपाणि इति भवति कुर्वन् अस्ति. वयं दृष्टवन्तः तत्र करोति स्म अर्थं सूचना नास्ति खलु कस्मिन्नपि लकारे भवतु भूतं वा अर्थम् इति अर्थवाक्यम् अस्ति. साधु अहं न भावयामि यद् भवान् हरे निन्दा करोति स्म इति भूतकाले अपि कुर्वन् अस्ति इति भवति शत्रुन्तपदं करिष्यति इति भवति शत्रुन्तपदं तु वर्तमानकाल करिष्यति भविष्यति किमपि कालं भवतु तत्र लकारस्य विधानम् अत्र तु जातं सर्वे लकारा अन्तर्भूता सन्ति. द्वितीयं वाक्यमस्ति न सम्भावयामि भवान् हरिं निन्दिष्यति. अत्र लट् लकार इति अनवक्लृप्ति अनेन लट् लकारस्य अपि लिट् लकारस्य प्रयोज दत्तमस्ति. लिट् लकारस्य अपि विधानमस्ति अहं न भावयामि यद् भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति इति द्वितीयवाक्यम्. इदानीं न मर्शये भवान् हरिं निन्देत् इति अति अमर्शयति अस्ति तत् पदेन लिङ्लकारस्य प्रयोजनम् अस्ति. अहं सहनं न करोमि यद् भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति. इदानीं न मर्शये भवान् हरिं निन्दिष्यति. इदानीम् अमर्श तस्य योगे लिट् लकारस्य प्रयोगः अस्ति. अहं सहनं न करोमि यद् भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति इति. तो इदानीं वयं दृष्टवन्तः किं वृत्ति उपपदे असति अत्र इति किम् अत्र किं वृत्ति न योजितम् अस्ति केवलम् अनवक्लृप्ति वा अमर्षयोः अनेन योगे लिङ्लकार वा लिट् लकारस्य प्रयोगः अस्ति. अस्तु कोऽपि अन्यः पठति सूर्यकुमारी भगिनी पठति वा आं भगिनि किं वृत्तेः उपपदे सति द्वादशवाक्यानि. मूलवाक्यं तदा एवम् अस्ति कः कतर कथमो वा हरिं निन्देत् निन्दिष्यति वा इति. तर्हि यत्र किं वृत्तेः उपपदे इति यत्र भवति तत्र तु कः शब्दः प्रयोक्तुं शक्यते किं शब्दस्य प्रयोगः भवितुं अर्हति नो चेत् कत्र कथम् अपि प्रयोक्तुं शक्यते खलु. सो वी हेव् त्री डिफरेण्ट् पासिबिलिटीस् देर् वेर् इट् डजन्ट् हेपन् वी हेव् फोर् बै यूसिङ्ग् कः वी हेव् फोर् बै यूसिङ्ग् कतर वी हेव् फोर् अण्ड् बै यूसिङ्ग् कथम विल् हेव् अनदर् फोर् टोटल् आफ़् 16 इति. द्वादशवाक्यानि टोटल् सम्भावयामि को हरिं निन्देत् अहं न भावयामि हरेः निन्दाः कः करोति न मर्ष्यते मर्षे को हरिं निन्देत् अहं सहनं न करोमि हरेः निन्दं कः करोति न सम्भावयामि को हरिं निन्दिष्यति अहं न भावयामि हरेः निन्दाः कः करोति न मर्त्ये को हरिं निन्दिष्यति अहं सहनं न करोमि हरेः निन्दाः कः करोति निन्दां भगिनि द्वितीयविभक्तिं निन्दां क्षम्यतां निन्दां कः करोति इति कः शब्देन चत्वारि वाक्यानि रचितानि समानवाक्यानि अधुना विवृत्तेः इत्यनेन तमप्रत्ययस्य तरप्रत्ययस्य अपि विधानं भवितुमर्हति खलु तदपि भगिनी पठति वा भवती अहमेव पठामि वा शृणोमि अद्य शृणोमि भगिनि क्षम्यताम् न सम्भावयामि कतरो हरिं निन्देत् तत्र विधिलिङ्गलकारः अहं न भावयामि द्वयोः मध्ये कः हरेः निन्दां करोति कतरशब्दः न मर्षये कतरो हरिं निन्देत् अहं सहनं न करोमि द्वयोः मध्ये हरेः निन्दां करोति न सम्भावयामि कतरो हरिं निन्दिष्यति अहं न भावयामि योः मध्ये कः हरेः निन्दां करोति न मर्षये कतरो हरिं निन्दिष्यति अहं सहनं न करोमि योः मध्ये कः हरेः निन्दां करोति तत्र कतरशब्दः उपयुज्यते अन्तिमो कतरं क्षम्यतां कथं न सम्भवामि कथमो हरिं निन्देत् अहं न भावयामि अनेकेषु कः हरेः निन्दां करोति न मर्षये कथमो हरिं निन्देत् अहं सहनं न करोमि अनेकेषु कः हरेः निन्दां करोति न सम्भावयामि कथमो हरिं निन्दिष्यति अहं न भावयामि अनेकेषु कः हरेः निन्दां करोति न मर्षे कथमो हरिं निन्देत् अहं सहनं न करोमि अनेकेषु कः हरेः निन्दां करोति द्वादशवाक्यानि लिखितम् न भगिनि षोडश खलु फोर् इण्टु फोर् षोडश क्षम्यतां भगिनि एक अनुवृत्तिसूत्रं यत् अस्ति अन्वक्लृप्ति अमर्षयोः अक्रिं वृत्ति अपि साधु अन्वक्लिप् क्लिप्ति अमर्षयोः इति वयं सम्भावना अस्ति वा क्षमा नास्ति किं वृत्ति यत् वयं दृष्टवन्तः यत् किं वृत्ति इति पदं न योजितम् अस्ति न किं वृत्ति अपि यत् पदम् अस्ति आगच्छति भगिनि तदा तु भगिनी अपि इति भवति अपि यत् अस्ति तत् सूचयति तत् सत्यामपि किं वृत्ते सत्याम् अपि इति अहम् अकिं वृत्ते इति असति भवति अपि शब्द सूचयति सत्यामपि किं वृत्ते सत्यामपि धातोः लिङ्गप्रत्ययो परश्च इति तथैव षोडशवाक्यानि भवन्ति अरुणा भगिनी पठति वा मर्षये कथमो करिष्यति इति निन्दिष्यति आं सत्यं निन्दिष्यति इति भवेत् सत्यं निन्दिष्यति इति लृट्लकारस्य विधानं सत्यं महोदय तत्र मुद्रणदोषः मुद्रणदोषः अस्ति अरुणा भगिनी पठति वा भगिनी समाप्य भगिनि यदा किं वृत्ते लिङ् ऋतौ इति सिद्धान्तकौमुद्याः वृत्तौ अत्रापि अनवक्लृप्त्यमर्षयोराख्यवृत्तेऽपि इत्यस्य वृत्तौ अपि लुङ् प्राग्वत् इति अंशः वर्तते नाम अत्रापि वोत्तप्यो इति सूत्रात् वा इत्यस्य अधिकारः भवति अतः यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश प्रयोजने प्रायशः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृशः असफलं प्रायशः स्यात् तत्र भूतकाले प्रयासः तत्र भूतकाले विकल्पेन लुङ्लकारः भवति भविष्यत्काले च नित्यं लुङ्लकारः भवति भूतविवक्षायां तु क्रियातिपत्थौ वा लुङ् भवति भविष्यति नित्यं न अवकल्पयामि तत्र भवान् नाम कुशलम् अजयिष्यात् इति काशिकाय ओके अत्र उदाहरणं किं कृत्वा लिङ् रुटोः इति अत्र दत्तम् अत्र अत्रापि तथा अस्ति इति काग्वत् इत्यस्य अनुवृत्तिः आगच्छति इति अत्रापि विभाषा लङ् लुङ् लुङ् प्राग्वत् इति अनुवृत्ति नास्ति बट् अंश वर्तते अतदपि विभाषा इति रूपे पदं वोत्ताप्यो इत्यनेन वा इति अधिकार ते पदे दे पदे सूचयति भविष्यत्काल भवति अर्हति अथवा परन्तु साफल्यं न प्राप्तम् अथवा भविष्यत् सादृशप्रायशः स्यात् अत्र लुङ्लकारः भवति नित्यरीत्या लुङ्लकारः भवति लुट्लकारः तु भवितुम् अर्हति सामान्य भूतकाले भगिनि आं भगिनि तत्र किम् अस्ति तत्र यत्र प्राग्वत् इत्यनेन भूतकालः चेत् अत्र अत्तिपतौ अस्ति चेत् इत्युक्ते तत्र किमपि क्रिया जाता किन्तु तस्य साफल्यं न प्राप्तं चेत् तत्र भूतकालार्थे लृङ्लकारः विकल्पेन भवति यदि भविष्यत्कालार्थे चेत् नित्यं लृङ्लकारः भवति इति अन्येषां लकाराणां तत्र सम्भावना भगिनि भवती अष्टाध्यायं द्रष्टुं शक्नोति वा विकल्पेन इति लृङ् लिट् अति अस्ति वा सामान्यभूतकाल लुङ्लकार अस्ति द्रष्टुं शक्नोति वा वर्गे इति उक्तवन्तः पर अहं न द्रष्टुं शक्नोमि भगिनि न अवगच्छामि दत्तमस्ति सामान्यभूतकालः परन्तु सामान्यभूतकालः मीन्स् लुङ्लकारः भवेत् न विकल्पेन तदा दत्तं दत्तम् अस्तु दत्तं करपत्रिका महवा अस्माकं टिप्पण्याम् आं लिखतु लुङ्लकार इति वर्गे उक्तवन्तः महोदय विद्यापत्नी लुङ्लकारः भवति किन्तु इति करपत्रे महोदय न लिखितवान् केवलं विकल्प कुत्रचित् पठितवान् सामान्यभूतकाले लुङ्लकारः भवति इति तत् अस्तु किन्तु अत्र विकल्पेन यदि भूत अतिपति अस्ति तत्र विकल्पेन लुङ्लकार भवेत् वा लिङ्लकार तु अस्ति किन्तु विकल्पेन लुङ्लकार भवेत् इति अस्ति न भूते इति भूते विकल्पः अस्ति किन्तु भविष्यकाले इति नित्यम् अस्ति लुङ्लकार लिङ्लकार न अवगच्छामि भगिनि भगिनी अस् वयं दृष्टवन्तः न यत् लिङ्लकारः अस्ति साधु यदि लिङ्क् प्राग्वत् अस्ति साधु इति भूतकाले अपि असफलप्रयास यत्र जातं तत् भूतविवक्षायां तु क्रियातिपतौ वा लृङ् भवति सदु वा इति इत्युक्ते अन्यपक्षे किम् अस्ति भूतकाले अन्यपक्षे लृङ् लृटौ भवति इति अहं निश्चयं कर्तुम् इच्छामि इति लिङ् लट् अस्ति वा लुङ् लकार अस्ति न न लृङ् लृटौ इत्यनेन इत्यस्य इत्यस्मिन् एव स्थापितमस्ति ऐ हेड् चेक् डौन् दट् भगिनि वर्गे इति उक्तवन्तः इति अहमपि उक्तवती महोदय लिङ्ग् अस्ति लिट् अस्ति तत्र लृङ्ग् लृटौ किं वृत्ते इति खलु अत्र अनुवृत्ति आगच्छति 33141 तः वोतापयो इत्स्मात् इत्र पश्यतु तत्र क्रियाभूते क्रियातिपतौ वालुङ् भविष्यति तु नित्यम् इति अस्ति तत्र यं तत्र को नाम वृषलः यं तत्र भवान् अजाय अयादिष्यत् इति लृङ्लकारस्य लुङ्लकारस्य प्रयोगः कृतः अन्यत्र तु समीचीनं तत्र दत्तमासीत् कुत्रचित् अपि दत्तमासीत् इति मन्ये भविष्यति नित्यं लृङ् भूते वा इति प्रागुक्तं 141 भगिनी पश्यतु 141 तस्मात् इति अनुवृत्तिः अस्ति तत्रापि अहं न वक्तुं शक्नोमि किम् अस्ति तत्र 141 वा आमां वोतापयोः वोतापयोः तत्र आं तत्र क्रियातिपत्तौ भूते इति दत्तमस्ति तत्र तत्र तु विषयान्तरमस्ति खलु किन्तु तत्र तस्मात् इति महोदय उक्तवान् करपत्रे तपः अनुवृत्तिः आगच्छति इति कृत्वा तस्य किन्तु वा विकल्पेन किम् अस्ति तत्र लिङ्लकार अस्ति किन्तु तत्र पठित्वा चिन्तनीयं भगिनि वि केनाट् जस्ट् बेस्ड् आन् दिस् वि केनाट् डिरैव् फोर् देट् वन् रैट् वा इति अनुवृत्तिः अस्ति इति वयं जानीमः तावदेव यत्र भूतवच्च इति सूत्रेण यत्र लृङ् प्राग्वत् इति लिङ् वा लिट् लिटि भवति साधु विकल्पेन लिङ् वा लिट् लृङ् लिटौ तु अस्ति एव विधानम् अस्ति विकल्पेन लुङ् अपि भवति इति भूते क्रियातिवतौ भूते क्रियातिवतौ लृङ् भवति अनन्तरं यत्र भविष्यति तु नित्यम् अस्ति इति उक्तमस्ति खलु आमाम् तत्र तु अत्र लिखावभावः एतत् सूत्रम् अत्र किम् अस्ति यत्र अनवक्लृप्तिः अनन्तरं किम् अस्ति भवती टिप्पणीं योजितवती किं भगिनि टिप्पणीं योजयन्ती अस्ति वा न अवगच्छामि भगिनि टिप्पणी यत् भवती लिखितवती तत्र एव योजितवती सा इदानीं योजयन्ती अस्ति आम् आं भगिनि तत्र तु किं वृत्तिः किं वृत्तिः किं वृत्तिः आर् किं वृत्तिः किं वृत्तिः तदा किं भवति तदा तु लिङ्ग् लटौ लृङ्ग् लटौ लिङ्ग् लटौ लिङ्ग् विधानं तदनन्तरं किम् आसीत् तत्र उदाहरणानि स्वयं रचयामः. तदनन्तरम् आसीत् अकिं किं वृत्तिः अकिं वृत्तिः. अनन्तरं किम् आसीत् तत्र अतिपतौ अपि अस्ति न तत्रापि अतिपतौ तदेव असाफल्ये असाफल्ये भूते लृङ् वृतौ लृङ् इति तत्सर्वं तत्र निवृत्तिः भवति. तदनन्तरं किम् आसीत् तत्र वेवे साफल्ये तदनन्तरं भविष्यति एवं भवति खलु. साधु वाक्यानि रचयामः वा अत्र लृङ् विकल्पेन भवति खलु अत्र भविष्यति नित्यं परन्तु भूतकालार्थे लृट् लृङ् क्रियातिपत्तौ वा भवति वा इति साधु वासुवाक्यानि रचयामः वा षोडशवाक्यानि then you know we can fill in that shodasha but first we need to find a context okay. where we have another klupti kalu shishu sambhavayami ko na taade na bhava sambhavayami bhavan shishum taadayet भवती किं वक्तुम् इच्छितवती पी एम् मोदी भिन्नं चिन्तयामः अन्य वाक्यानि सन्ति वा भवान् शिशुं ताडयेत् अपि स्लेश् ताडयिष्यति इति मर्षे खलु तत्रैव मर्षये भवान् शिशुं ताडयेत् तदनन्तरम् एतदेव पुनः न सां सम्भावयामि ताडयिष्यति अधुना किं वृत्तेः तत्र योजयित्वा लेखनीयं भवति कः शिशुं ताडयेत् कः भगिनी कः स्लेश् कतर कथमपि लिखितुं शक्नोति? आमां तत्र आसापल्ली लिखितवती, क्षम्यताम्, अत्रैव लेखनीयं भवति. साफल्ये अधुना किम् अस्ति, असाफल्ये भूते, असाफल्ये भूते चिन्तनीयं भवति वाक्यानि. तत्र असाफल्ये भूते अत्र लिखितवन्तः खलु, कः वृषलः भवान् किमर्थं भवान् तत्र गच्छेत् इति तत्र भगिनी सम्यक् उक्तवती. कुतः भवान् तस्मै अलसाय धनं दद्यात्, केन को लाभः इति खलु. तर्हि कुतः किमपि शब्दः किं शब्दस्य अपि तत्र ग्रहणं भवति खलु, इति कृत्वा वयं कुतः किम् इति सर्वं लिखितवन्तः वयम्. न भावयामि रेल्यानं तु गतं, न भावयामि मन्दबुद्धिः, कः मन्दबुद्धिः धाविष्यति इति वा? न आगच्छामि अर्थं. रेल्यानं तु गतं खलु, कः मन्दबुद्धिः धाविष्यति? वै आर् यु रन्निङ्ग् इति साफल्यं नास्ति खलु, तेन को लाभः इति तादृशम्. ऐ थिङ्क् मै मैण्ड् इस् कैण्ड् आफ् यु नो ब्लाक्ड्. वयम् अग्रिमे सप्ताहे चिन्तयामः वा? अस्तु. अपि भगिनी यत् ये उदाहरणानि सन्ति न, यत् प्रथमं वाक्यमस्ति न, नै तत् पुरुष न अद्यतन तदा श्व अपि व्यामिश्री अपि लुट् स्यात् इति यदि भवती लिखति इति साधु भवति इति न इष्टम् अस्ति. नै तत् पुरुषसमासे यदि अस्ति तत्रापि लुट् नाद्यतन तत्र व्यामिश्रे अपि लुट् स्यात् इति यदि वयं इति न करणीयं खलु, एतत्तु नास्ति इति. तर्हि तत्र किन्तु न करणीयं साधु लुट् न करणीयं तत्र नो इति साधु इति केवलं स्यात् लिखु लुट् स्यात् इति नै तत्पुरुषस्य इति मीन्स् देट् आल् बि इन्क्लूडेड् बट् देट्स् नाट् रैट् देट्स् वै बहुव्रीहि इन्क्लूडेड् रैट् इति लुट् न स्यात् खलु लट् भवेत् खलु नैतत्पुरुषे न अद्यतने अद्यतने इति परन्तु श्वः चेत् तदा तु व्यामिश्रे अपि लुट् भवति इति न कर्तव्यं न कर्तव्यं चेत् तु कर्तव्यम्, यत्र नै नास्ति बहुव्रीहि चेत् व्यामिश्रे न कर्तव्यम् इति कृत्वा वयं बहुव्रीहि स्वीकुर्मः. तर्हि न इति सूचयत् खलु, न तु लुट् स्यात् इति लुट् भवति इति तस्य स्वीकुर्मः चेत् भवति भगिनि, तदेव मास्तु तदेव मास्तु अतः स्यात् इति लेखितं न तद् मास्तु इत्यपि लिखामि. ओके तत् अहं यदि गतसप्ताहे दृष्टवती ओ इति कथम् अस्ति स्वीकृत्य शान्तु भवति इदानीं अन्यपरिशीलनानि आवश्यकानि वा अन्य सर्वे साधु प्रथमवाक्यम् एव मया तर्हि उदाहरणानि चिन्तयित्वा आगच्छामः यत्र साफल्यस्य इति अनवक्लुप्ते साधु साधु भगिनि मणिमहोदय न अवगतवान् किं वयम् उक्तवन्तः तत् मास्तु अतः न स्वीक्रियते इति न अद्यैव अहं न जानामि अग्निप्रतिपादनम् आं महोदय तत्र यदि वयं सामान्यतया अनद्यतने लुट् इति सूत्रे केवलम् अनद्यतनार्थे एव लुट् प्रयोगः भवति खलु अवगच्छति वा केवलम् अनद्यतन अस्ति चेत् लुट् प्रयोगः केवलम् अनद्यतन इत्युक्ते तत्र श्वः केवलं श्वः वा श्वः भावि वा इति भिन्नविषयः किन्तु यत्र अनद्यतने लुट् इत्यनेन अनद्यतनं यत्र अस्ति तत्र लुट् विधानं जायते यत्र वयं नञ् तत्पुरुष इति वयं स्वीकुर्मः इत्युक्ते न अद्यतन इति स्वीकुर्मः तदा किं भवति यत्र श्वः अस्ति तत्र तु लुट् भवति सत्यम् अनन्तरं किं भवति परश्वः अस्ति चेत् तत्तु अद्यतनं नास्ति अस्ति चेदपि किं भवति यत्र व्यामिश्रः अस्ति तत्र तु अद्यतनं नास्ति साक्षात् अद्यतनं नास्ति तत्र तु व्यामिश्रः इति अद्य वा श्वः वा इति वदामि तत्र तु अद्यतनं तु नास्ति खलु श्वः अपि व्यामिश्रितम् अस्ति इति कृत्वा तत्रापि लुट् भवेत् तद् मास्तु इति कृत्वा अद्यतनः एव मास्तु कुत्रचिदपि तस्मिन् वाक्ये अद्यतन एव मास्तु व्यामिश्रणं मास्तु इति तत्र बहुव्रीहिः स्वीक्रियते अद्यतनं नास्ति किन्तु व्यामिश्रणं तु स्वीक्रियते नयन् तत्पुरुषः अस्ति चेत् साधु वा एवं वदामि तत्र महोदय भवान् आगतवान् महिलाः मन्दिरं तत्र महिलाः एव मन्दिरं न आगच्छन्तु इति अस्ति चेत् तत्र किं भवति पुरुषाः तु आगच्छन्ति अनन्तरं यत्र परिवारसहितं कुटुम्बेन सहितं ये पुरुषाः सन्ति भार्या सह ते अपि आगमिष्यन्ति ते तु साक्षात् महिलाः न सन्ति खलु परिवारः वर्तते इति कृत्वा ते अपि आगमिष्यन्ति तत्तु तद् मास्तु यत्र महिलाः वर्तन्ते महिलाः अविद्यमानाः इति वदामः चेत् परिवारे तु महिलाः विद्यमानाः वर्तन्ते इति परिवारस्यापि तत्र विल् नाट् कम् रैट् ओन्ली पुरुषाः केवलं पुरुषाः एव भवन्तु इति तादृश अर्थः भवति तादृशम् अविद्यमानः अद्यतन यस्मिन् सः इति धन्यवादः भगिनि समीचीनं पाठं जातं विमला भगिनी किमपि वक्तुम् इष्टवती वा मुद्रणस्य स्थगनं करोमि